नमस्कारः. तर्हि गतसप्ताहे वयं दृष्टवन्तः कुत्र कुत्र पञ्चमीविभक्तिः प्रयुज्यते, अपि च रूपाणि कानि भवन्ति. तर्हि इदानीं किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छेम. अधुना अस्माकं कोष्टकमस्ति, अत्र पेज् 44 मध्ये पञ्चमीविभक्तिरूपाणि कथं भवन्ति इति सर्वाणि तत्र दृश्यन्ते. अतः पुल्लिङ्गे नाम कोष्टकस्य रूपं कथम् अस्ति इति सर्वे अवगच्छन्ति वा? नाम अत्र न्यालिका तत्र अवगच्छति वा? अत्र कोष्टकम् अत्र कोष्टकमस्ति, टेबल् अत्र, हा अत्र तत्र कथं कार्यं करोति इति. अत्र स्तम्भत्रयमस्ति, पुल्लिङ्गशब्दः, स्त्रीलिङ्गशब्दः, नपुंसकलिङ्गशब्दः. तत्र नाम पुनः वदामि, पुस्तकमस्ति विभक्तिवल्लरि, तत्र पेज् 44 मध्ये अस्ति. अत्र अकारान्तशब्दः अस्ति चेत् तत्र एकवचने अनन्तरं बहुवचने रूपं कथमस्ति इति वयं द्रष्टुं शक्नुमः. बालात् बालेभ्यः. अनन्तरम् इकारान्तशब्दः, यस्य शब्दस्य अन्ते इकारः, यथा हरिः, हरिः. तत्र पञ्चमीविभक्ति अन्तं रूपम् एकवचने किमस्ति? हरेः. बहुवचने अनन्तरम् उकारान्तशब्दः, अत्र मूलरूपं किं? गुरुशब्दः, गुरुशब्दः. अनन्तरं तस्य रूपं किं भवति पञ्चमी? गुरोः. बहुवचने गुरुभ्यः. अनन्तरं ऋकारान्तशब्दः, यस्य मूलरूपे ऋकारः अस्ति. मूलरूपं किं? पितृ. पञ्चमीविभक्तिः पितुः. प्रथमाविभक्तिः एवं प्रथमाविभक्तिः. निहारिका अवगच्छति वा? तत् मूलरूपमस्ति पितृ, प्रथमाविभक्त्यन्तरूपमस्ति पिता. पिता इति वाक्यं वदतु. पिता रामस्य पिता दशरथः आसीत्. रामस्य पिता दशरथः आसीत्. तर्हि तत्र पिता इति, पिता दशरथः आसीत्, तत्र प्रथमाविभक्तिः अस्ति. तत्र कर्तृपदं, सब्जेक्ट् आफ् द सेण्टेन्स्, कर्तृपदम्. इदानीं पितुः इति पञ्चमी. तर्हि पितुः इति कोऽपि वाक्यं वदतु. पितुः, पितुः लक्ष्मीभगिनी, पितुः वदतु. सा पितुः धनं गृहीतवती. समीचीनमस्ति. पितुः इदानीं बहुवचने पितृभ्यः, पितृभ्यः. तत्र वाक्यं किं स्यात्? सर्वे पितृभ्यः धनं स्वीकुर्वन्ति. समीचीनमस्ति. ऋकारान्त, पुनः कर्तृशब्दः. कर्तृशब्दः तत्र रूपं समानमस्ति, पितृकर्तृ, किन्तु पृथक्तया दत्तमस्ति, यतः प्रथमाविभक्ति द्वितीयाविभक्ति तत्र रूपाणि भिन्नानि सन्ति. अतः पिता पितरो पितरः किन्तु कर्ता कर्तारो कर्तारः अतः पृथक्तया प्रदर्शितमस्ति अत्र अत्र तु रूपं समानमस्ति अस्तु तर्हि अहं वदामि अहं शब्दं वदामि सर् अस्तु अनन्तरं बाला इति बाला शब्दः पञ्चमी किम् अस्ति बहुवचने इदानीं बाला अस्ति इदानीं गौरी अस्ति चेत् गौरी पञ्चमी एकवचने गौर्याः बहुवचने गौरीभ्यः तर्हि अहं शब्दं वदामि भवन्तः पञ्चमी रूपं वदन्तु तर्हि पत्रिका पत्रिकायाः पत्रिकाभ्यः पत्रिकायाः पत्रिकाभ्यः अस्तु समीचीनं स्यूतः स्यूतात् स्यूतेभ्यः इदानीं नपुंसकलिङ्गे अत्र पुस्तकम् अस्ति चेत् किं पुस्तकात् पुस्तकेभ्यः अस्तु इदानीं विश्वनाथमहोदय कर्तरी गौरी एव द्वयमपि वदतु कर्तरीभ्यः हा बहुवचने एकवचने निहारिक भवती वृद्धा वृद्धा इति किं भविष्यति इति वदतु वृद्धा पञ्चमी वृद्धायाः वृद्धाभ्यः इति अस्ति अस्तु अनन्तरं गौरी न किं कौर्तरी एकवचने कर्तव्याः समीचीनमस्ति कर्तव्याः अस्ति इति अस्ति अस्तु इदानीं सर्वे वाक्यं वदन्तु तर्हि बालिका बालिका तत्र यत्र पञ्चमी अस्ति तत्र बालिका इति वाक्यं रचयतु हा निहारिका अनन्तरं जननी जननी हा अनन्तरं गृहं अनन्तरं सस्यं अनन्तरं नृपः हा सर्वे वाक्यम् अहं जनन्याः आशीर्वादं प्राप्नोमि अहं जनन्याः आशीर्वादं प्राप्नोमि समीचीनं वाक्यं वदति वा बालिकायाः मधुराणि स्वीकरोमि बालिकायाः मधुराणि स्वीकरोमि समीचीनमस्ति अत्युत्तममस्ति वाक्यं अस्तु अग्रे वयं सस्येभ्यः अन्नं प्राप्नुमः वयं सस्येभ्यः अन्नं प्राप्नुमः अत्युत्तमम् अस्तु सुब्रह्मण्यमहोदय अग्रे वदतु भटात् नृपात् शिक्षणं स्वीकरोति पुनः वदतु भटाः नृपात् शिक्षणं स्वीकरोति शिक्षणं स्वीकरोति भटाः बहुवचने अस्ति स्वीकुर्वन्ति पुनः वदतु भटाः नृपात् शिक्षणं स्वीकुर्वन्ति भटाः नृपात् शिक्षणं स्वीकुर्वन्ति अस्तु अनन्तरम् अहं गृहात् ग्रन्थालयं गच्छामि गृहात् कुत्र गच्छ कुत्र ग्रन्थालयं ग्रन्थालयं पुनः वदतु. अहं गृहात् ग्रन्थालयं गच्छामि. अहं गृहात् ग्रन्थालयं गच्छामि. समीचीनमस्ति. अस्तु, तर्हि इदानीं अत्र अन्तिम अभ्यासः अस्ति. किं लिखितमस्ति इति लक्ष्मीभगिनी कृपया पततु. आवरणे सप्तम पेज् 45 मध्ये सप्तम अभ्यासः. अत्र बहुवचने अस्ति. आवरणे दत्तानां पदानां पञ्चमी बहुवचनान्तेन रूपेण रिक्तस्थलानि पूरयत. आवरणे दत्तानां पदानां पञ्चमी बहुवचनान्तेन रूपेण रिक्तस्थानानि पूरयत. अस्तु, प्रथमवाक्यं वदतु. संस्कारयुक्तशिक्षणं दुष्टसन्ततिः समाजं रक्षति. संस्कारयुक्तशिक्षणं दुष्टसन्ततेभ्यः सन्ततिभ्यः समाजं रक्षति. अभिनवमहोदय कृपया द्वितीयवाक्यं वदतु. घनेभ्यः दधि उत्तमं नवनीतं प्राप्नुमः. घनेभ्यः दधेः उत्तमं नवनीतं प्राप्नुमः. अत्र दधि इति नपुंसकलिङ्गशब्दः अस्ति, अपि च बहुवचने स्यात्. बहुवचने घनेभ्यः दधिभ्यः उत्तमं नवनीतं प्राप्नुमः. दधि नपुंसकलिङ्गशब्दः अस्ति. दधि अवगच्छति वा भगिनि? अस्तु, दधि न किमर्थमिति न वदामः. किमर्थं किं वदामः इति किम दधि वयं वक्तुं शक्नुमः. दधि इत्युक्ते इत्युक्ते इति प्रश्नः. वदतु वदतु. दधि इत्युक्ते तथा दधि इत्युक्ते दहि. यत् हिन्दीभाषायां दहि दहि इति वदामः, योगर्ट् कर्ड्. अस्तु अस्तु, तर्हि अत्र घनेभ्यः घने इति अवगच्छामः वा? घनेभ्यः इत्युक्ते तिक् तिक् घनेभ्यः दधिभ्यः उत्तमं नवनीतं प्राप्नुमः. नवनीतमिति भवतु. अस्तु, तर्हि सुब्रह्मण्यमहोदय अग्रे तृतीयवाक्यम्. तृणराशिः किञ्चित् तृणम् आनय. तृणराशिः किञ्चित् तृणम् आनय. हरिः हरिशब्दवत् तृणराशिः. अतः अवगतः वा भगिनी? अवगच्छति वा निहारिका? तृणराशिभ्यः किञ्चित् राशिः इत्युक्ते सङ्ग्रहः खलु. सङ्ग्रहः. अस्तु, अनन्तरं विश्वनाथमहोदय अग्रे. अहिः जानाः भीताः. अहिभ्यः जानाः भीताः. जनाः अहिः इत्युक्ते सर्पः. सर्पः लक्ष्मीभगिनी. पौत्री ऋते मातामही कार्यक्रमं न गच्छति. पौत्रीभ्यः ऋते मातामही कार्यक्रमं न गच्छति. अर्थः स्पष्टः. पौत्री पौत्रीभ्यः ऋते हा सत्यं मातामही कार्य नाम पौत्री पौत्र्यः यदि नागच्छन्ति तर्हि मातामही महामती अपि नागच्छति सत्यम् अस्तु निहारिका भगिनी अग्रे अग्रिमं अनन्तरं न तदनन्तरं मातरः स्वीकृतवत्यः मातरः शिशुः क्षीरकूपीं स्वीकृतवत्यः तर्हि मातरः शिशुभ्यः क्षीरकूपीं स्वीकृतवत्यः मातरः इत्यस्य वचनं किम् माता माता इत्यस्य बहुवचनरूपं मातरः करोति करोति इत्यस्य बहु न भूतकालरूपं करोति करोति इत्यस्य भूतकालरूपं कृतवती एकवचने बहुवचने कृतवत्यः अस्तु सुब्रह्मण्यमहोदय मातरः शिशुभ्यः क्षीरकूपीं कूपी कूपी नाम कूपीं स्वीकृतवती क्षीरकूपीं स्वीकृतवत्यः तु मातरः बह्व्यः मातरः सन्ति अपि च बहवः शिशवः सन्ति तत्र मातरः शिशुभ्यः प्रति एकं शिशोः शिरुकूपी शिरुकूपीं स्वीकृतवत्यः न स्पष्टं स्पष्टमस्ति न वा अस्तु अस्तु अस्तु तर्हि अग्रे विश्वनाथमहोदय अग्रे घोडचारः घोडचराः घोडचारः महाराजाः महाराजाः भीताः अभवान् गूढचारः महाराजाभ्यः भीताः अभवान् अभवन् किन्तु महाराजः शब्दः अस्ति बालः महाराजाभ्यः इति भवान् उक्तवान् गूढचारः महाराजेभ्यः भीताः अभवन् अस्तु अभिनन्दनं रामः विभीषणं दुष्टभ्राता रक्षितवान् रामः विभीषणं दुष्टभ्रातृभ्यः रक्षितवान् तर्हि अत्र कुत्र कुत्र पञ्चमी भवति इति इदानीं उदाहरणानि पश्यामः नाम गूढचराः महाराजेभ्यः भीताः अभवन् यत्र भयमस्ति तत्र यत्र भयमस्ति तत्र पञ्चमी अस्ति यत्र भयमस्ति भयमस्ति चेत् पञ्चमी नाम तत्र चोरः अस्ति तर्हि अहं चोरात् भीतः अस्मि यत्र भयमस्ति तो अहं चोरात् भीतः अस्मि तो यत्र यस्मात् भयमस्ति तस्य पञ्चमी अस्ति चोरात् भयम्। अनन्तरं रक्षणं, यत्र रक्षणमस्ति तत्र रामः विभीषणं दुष्टभ्रातृभ्यः रक्षितवान्। दुष्टभ्रातृभ्यः पञ्चमी रक्षितवान्, यत्र यस्मात् रक्षणमस्ति अथवा यस्मात् भयं तत्र पञ्चमी अस्ति। तेलुगुभाषायाम् अस्ति खलु रक्षा, अस्तु अस्तु। दुष्ट तो यत्र यत्र रक्षा अस्ति तत्र यस्मात् रक्षा अस्ति, नाम चोरात् भयम् अपि च चोरात् रक्षणं द्वयमपि, मीन्स् बीङ्ग् अफ्रेड् आफ् द थीफ् तत्र पञ्चमी अस्ति, ऐ एम् प्रोटेक्टिङ्ग् फ्रम् द थीफ् तत्रापि पञ्चमी अस्ति। अवगच्छति वा अथवा प्रश्नः? माता शब्दस्य बहुवचनरूपं मातरः, अभवत् शब्दस्य बहुवचनरूपम् अभवन्। सत्यम्। एतत् सर्वं वयं करिष्यामः अग्रे। अस्तु अग्रिम लक्ष्मी भगिनी अग्रे। ऋते दुहिता तस्याः अन्यबान्धवाः के? ऋते दुहितृभ्यः तस्याः अन्यबान्धवाः के? हा, ऋते दुहितृभ्यः तस्याः अन्यबान्धवाः के? अस्तु अवगतं स्यात्। दुहित्र इति जानाति खलु पुत्री, दुहित्र इत्युक्ते पुत्री, दुहिता इत्युक्ते पुत्री, पुत्री पुत्री जानाति खलु पुत्री। हा तो पुत्री इत्युक्ते दुहिता इत्युक्ते पुत्री। श्रीनाथ महोदय, कर्मकराः कार्यालयः बहिः स्थितवन्तः सन्ति। कर्मकराः कार्यालयेभ्यः बहिः स्थितवन्तः सन्ति। अस्तु, समीचीनमस्ति। कर्मकराः कार्यालयेभ्यः बहिः, तो यत्र बहिः शब्दः अस्ति अस्माकं मनसि किं स्यात्, कुत्र कुत्र पञ्चमी भवति? ऋते, बहिः, रक्षणं, भयम्, यत्र आरम्भः अस्ति आरभ्य आरभ्य। कर्मकराः तदपि भवितुमर्हति स्म, अत्र बहुवचनस्य अभ्यासः, बहुवचनस्य अभ्यासः, अतः इदानीं कार्यालयाः बहवः सन्ति अतः बहुवचने उक्तम्। पेज् 42 मध्ये वयं पार्ट् 4 अतः अधोभागे अधोभागे अत्र लिखितमस्ति बहिः आरभ्य ऋते पूर्वं परः, तत्र तत्र पञ्चमी विभक्तिः भवति, नाम बहिः यदि वयं वदसे औट्सैड् द हौस् तर्हि गृह इति शब्दस्य पञ्चमी, गृहात् बहिः, अथवा आरभ्य यथा मङ्गलवासरः, मङ्गलवासरः इत्यस्य पञ्चमी किम्? मङ्गलवासरात् आरभ्य, मङ्गलवासरात् आरभ्य मीन्स् स्टार्टिङ्ग् ट्यूस्डे, or from Tuesday onwards. To arabhya, yatra yatra arabhya bhavati tatra tatra panchami asti. Yatra yatra bahihi asti tatra tatra panchami asti. Rite, rite tute except, accepting, or without. Tatra tatra panchami asti. Purvam, purvam iti janati kalu? Purvam? No. Tatra purnam. Tatra purnam asti. Atra purvam asti. Tatra purvam nama. Anantaram. Anantaram iti after kadu. Anantaram. Purvam iti. Before. Ha. To yata tadi mangalavasarat purvam. Before Tuesday. Mangalavasarat purvam iti before Tuesday. Anantaram paraha iti anantaram. Mangalavasarat paraha atava anantaram tatra api panchami asti. Iti sarve jananti khalu? Tari panchami kutra kutra bhavati iti vadantu. Panchami. Kutra bhavati panchami. Arabhya. Bhayam. Bhayam. Atar sanskritam asti, na to hindi. Bhayam. Bhayam. Bahi. Kutra anyatra? Arabhya. Arabhya. Purvam. Paraha. Vibhagah asti. Vibhagah asti yatra. Vrikshat phalam patati. Niharika, Vikshat phalam patati, tatra vibhagah asti, separation, yatra separation bhavati, tatra panchmi. Ta kutra panchmi bhavati, eti charcha. Anantaram, kutra? Yasmat rakshanam prapyate. Yes, samichanam asti. Yasmat rakshanam prapyate. Yasmat rakshanam prapyate, eti, anantaram bhayam, yasmat bhayam bhavati, tasya. Anantaram yatra karanam asti. Yatra karanam asti tatra api panchama. Yatha mama hyaha mama swastyam samyak nasit. Tasmat karanat adya aham karyalayam nagatavan. Okatam syat. Tasmat karanat. Avasati va? Yatra karanam. Yatra karanam asti, tatra panchami asti. Avagacchati va? Ha. Vakyam sarve vadantu, karanatmaka panchami? Adya varsha asti, tasmat karanat, aham. Tatra chatram. Chatram anayami. Chatram anayami. To tatra aham vaktum ichhami, vakyam samichanam asti. Idanim pradarshanartham, pradarshayatum, aham uktavan, tasmat karanat. Kintu yadi karanat api navadati, tasmat, tat paryaptam asti. Panchami iti nena karanam vayam avagachhamah. Puna vadatu. Adya varsha asti, tasmat aham chatram anayami. Iti vakyam asti, iti paryaptam asti. Yato hi panchami vibhakti hi yatra asti tatra karanam asti tatra antarbhuta asti antargata asti astu sarvivadantu ekavaram yatra karanam asti tasmat iti sarvatra api nasyat udaharanartham adya vrishti hi asti tari vrishti hi iti asya panchami kim vrishti idanim tadai vivadatu Vrishte asti. No. Vrishte asti. Vrishte aham. Vrishte hai. Vrishte aham. Adya chatram anayami. Iti abhiyah asti. Adya vrishte hai aham chatram aham anayami. Vrishti sabdasya panchama vibhakti rupam vrishte hai. Vrishte hai. Atra koshchati asti. Hari shabda. Strilingi asti. मतेः यत्र कारणमस्ति तत्र पञ्चमी सर्वे वदन्तु भवती अपि वदतु पञ्चमी कारणम् उदाहरणार्थम् आरोग्यम् अनारोग्यम् अनारोग्यमिति पञ्चमी किम् अनारोग्यात् यत्किमपि अनारोग्यात् अहं बहिः नागतवान् अथवा बुभुक्षा बुभुक्षा इति पञ्चमी किम् बुभुक्षायाः अहं खादितवान् यत्किमपि भवतु शैत्यं शैत्यमिति पञ्चमी शैत्यात् किम् अहं वस्त्रं धृतवान् बहिः नागच्छामि शैत्यं शैत्यं वृष्टिः अनारोग्यं यत्किमपि अस्ति कारणात् तस्य पञ्चमी समार्दः रास्ते तत्र मार्गे मार्गे समार्दः अस्ति समार्दात् विलम्बेन आगतवान् आगच्छति वा विश्वविद्यालये किन्तु प्रथमशब्दः कः प्रति सामान्यतया तत्र पठनार्थं वदामः तत्र पठनार्थं विश्वविद्यालयं गच्छामि किन्तु यदि अहं क्लान्तः नाम पठनात् उत्तीर्णा अस्मि पठनात् उत्तीर्णा अस्मि उत्तीर्णा इति जानाति वा सक्सेस्फुल् पठनात् उत्तीर्णा अस्मि इति बालिका वदति खलु अन्यत् वाक्यं पुनः पिपासा इति श्रीलिङ्गशब्दः पिपासायाः पिपासायाः जलं पिबामि समीचीनम् अस्तु अन्यद् वाक्यं विश्वनाथ महोदय ज्वरात् कार्यालयं न गतवती सत्यं समीचीनम् अन्यद् वाक्यं दर्शनात् देवालयं गच्छामि दर्शनात् तत्र भवितुम् अर्हति किन्तु यथा भगिनी उक्तवती पठनार्थं तत्र चतुर्थी इतोपि अस्ति पठनार्थं दर्शनार्थं तत्र यत्र नाम यत्र प्रयोजनमस्ति पर्पस् पठनार्थं दर्शनार्थं तत् यत्र प्रयोजनमस्ति पर्पस् तत्र चतुर्थी यत्र कारणमस्ति किमपि अभवत् भेदः तु अस्ति खलु प्रयोजनं कारणं तु अस्ति तत्र भेदः उदाहरणार्थम् अनारोग्यात् अहं न खादितवान् मम पर्पस् तु तथा तु नासीत् बिकास् आफ् बीङ्ग् सिक् ऐ डिडन्ट् ईट् वेर् इस् द पर्पस् इट् वास् नाट् मै इण्टेण्ट् ऐ गाट् सिक् यत्र प्रयोजनमस्ति तत्र भिन्नमस्ति यत्र कारणमस्ति तत्र भिन्नमस्ति कारणं तु मम हस्ते नास्ति वृष्टिः अनारोग्यं पिपासा बुभुक्षा तत् किमपि अस्ति तेन कारणे तत्र तृतीय अपि भवितुमर्हति तेन कारणेन अथवा तस्मात् कारणात् अनन्तरं यत्र तुलना भवति यत्र तुलना भवति तत्रापि पञ्चमी अस्ति तुलना तत्र षष्ठी इति वदामः तस्य अपेक्षया बालकस्य अपेक्षया पुत्री बुद्धिमती किन्तु वयं वक्तुं शक्नुमः तस्मिन् अर्थे वयं वक्तुं शक्नुमः बालकात् बालिका बुद्धिमती तस्मिन् अर्थे. सर्वे वदन्तु यत्र तुलना नास्ति. वाक्यं वदन्तु यत्र तुलना नास्ति. तुलना नाम तत्र अभ्यासपुस्तके अभ्यासपुस्तकमस्ति वा? तत्र एकः शब्दः अस्ति अपेक्षया. अपेक्षया इति जानाति वा? अपेक्षया तत्र उदाहरणं पठतु. विजयस्य तत्र तुलना अस्ति. कम्पेरिसन् तुलना तत्र षष्टिः अस्ति. षष्टिविभक्तिः नाम विजयस्य तस्य इति षष्टिविभक्तिः. विजयस्य अपेक्षया विनयः उन्नतः. वाक्यम् अवगच्छति वा? तत्र विजयस्य अपेक्षया विनयः उन्नतः इति तुलना तस्मिन् अर्थे वयं कथं वक्तुं शक्नुमः इदं वाक्यं विजयस्य अपेक्षया विनयः उन्नतः. तत्र पञ्चमी इति अस्य प्रयोगं करोतु. वृक्षात् न अस्य वाक्यस्य विजयस्य अपेक्षया विनयः उन्नतः. विजयात् विनयः उन्नतः इत्यस्य अर्थः समानः. अवगच्छति वा भगिनि? विजयात् न विजयात् विनयः उन्नतः. तत्र विजयस्य अपेक्षया विनयः उन्नतः. वाक्यं समानमस्ति. अस्तु तर्हि सर्वे वदन्तु तुलना तुलना. दुर्योधनात् भीमः बलवान्. अनन्तरं भवती अपि वदतु वाक्यं रचयतु. वृक्षात् सस्यः लघु अस्ति. वृक्षात् सस्यं. वृक्षात् सस्यं लघुः. लघु न लघु. उकारान्तशब्दः तत्र नपुंसकलिङ्गे विसर्गः नास्ति. लघु मधु मधु. जून् मासात् डिसेम्बर् मासः शीतः. जून् मासात् डिसेम्बर् मासः. किन्तु मासः स्वयं शीतः नास्ति खलु. तत्र समीकर्तुम् इच्छामः. तत्र वातावरणं जून् मासात् डिसेम्बर् मासे. किन्तु जून् मासात् न जून् मासस्य वातावरणात् डिसेम्बर् मासस्य वातावरणं शीतम्. पुनः वदतु. जून् मासस्य वातावरणात् डिसेम्बर् मासस्य वातावरणं शीतम् इति अस्ति. समीचीनम्. भारतदेशात् अमेरिका बृहत् अस्ति. सत्यं. वाक्यं भारतदेशात् अमेरिका देशं जनाभा अधिकमस्ति. जनाः अधिकाः सन्ति. अस्तु निहारिका. लक्ष्मणात् अग्रे च रामः. लक्ष्मणात् अग्रजः. लक्ष्मणात् रामः अग्रजः. समीचीनम्. लक्ष्मणात् रामः अग्रजः अस्ति खलु. अतः तत्र वैचित्र्यमस्ति. तत्र लक्ष्मणात् रामः ज्येष्ठः. अग्रजः अग्रजः इत्युक्ते ज्येष्ठः न तत्र अग्रजः अनुजः अस्तु अस्तु किन्तु तत्र सामान्यतया वयं वदामः तत्र लक्ष्मणस्य अग्रजः रामः लक्ष्मणस्य न तु लक्ष्मणात् Would you say in English that in comparison to Lakshmana, Ramah is the elder brother? In comparison? That's not a... You don't say in comparison he's the elder brother. In comparison he's older. Tatra sambandha hasti. Tatra sambandha. Tatra shashti bhavati natu panchami. Lakshmanasya agrajaha Ramah. Natu Lakshmanat. Because the reason. Lakshmana is not the reason for Aha. not being elder. Aha. In comparison, तथा अवगच्छति वा लक्ष्मण तत्र लक्ष्मणस्य षष्ठी विभक्तिः न तु पञ्चमी अस्ति लक्ष्मणस्य लक्ष्मणात् रामः ज्येष्ठः ओल्डर् ज्येष्ठः अस्तु इति अस्ति अन्यत् वाक्यं कोऽपि वदति वा नो चेत् अग्रे गच्छेम अग्रिमविषयः अस्ति षष्ठीविभक्तिः किं चत्वारिंशत्तमे पुटे कः प्रश्नः 41 पेज् 41 एतानि वाक्यानि कस्मात् किम् आनीतम् इति अतः निर्दिष्टमस्ति तदाधारेण वाक्यानि रचयत एतानि वाक्यानि पृथक् अस्ति किमर्थं तत्र लिखितमस्ति आपणतः तण्डुलाः आनीताः गोविन्दस्य गृहस्य कार्यक्रमार्थं विविधस्थानतः विधानि वस्तूनि आनीतानि कस्मात् एकनिमिषः कस्मात् किम् आनीतम् इति अधः निर्दिष्टमस्ति तदाधारेण वाक्यानि रचयत प्रश्नः कः एतानि वाक्यानि भिन्नतया अस्ति किमर्थम् अत्र तत्र लिखितमस्ति किमर्थं तत्र तत्र किं किमर्थं किं लिखितमस्ति आपणतः तण्डुलाः आनीताः आनीताः उद्यानतः आम्रपर्णानि आनीतानि If the sentence unveil any specific vivaranam apekshitam. Why those sentences are like that? Like what? Yatra vittakoshataha dhanam anitam. Bhavatyaha prashnaha anita shabdasya prasangi va? Anita shabdaha va? Atva kaha shabdaha? Kutra brahmaha asti? Bhavatyaha brahmaha kutra asti? अस्तु अत्र भवत्याः भ्रमः अवगतः मया अत्र वयं न जानीमः एतावता अत्र कर्मणि प्रयोगः अस्ति अत्र कर्मणि प्रयोगः न तु कर्तृप्रयोगः अत्र आपणतः तण्डुलाः आनीताः मया अत्र अहं तु न भविष्यति मया इदानीं नाम भवत्याः भ्रमः कः इति अहं न अवगच्छामि स्म इदानीं स्पष्टमस्ति वस्तुतः अत्र एतादृशं वाक्यम् अत्र न स्यात् यतोहि कर्मणि प्रयोगं वयं तु न जानीमः एव अतः परमात्मकविषयः वाक्यानि कर्मणि प्रयोगे लिखितानि हा लिखितानि इति कर्मणि प्रयोगः अत्र आनीतानि सर्वं कर्मणि प्रयोगे अस्ति इदानीम् अवगच्छति वा अस्तु अस्तु अग्रे तर्हि इदानीं पेज् 47 षष्टिविभक्तिः अस्तु महोदय अभिनवमहोदय कृपया पठतु यत्र सम्बन्धः दृश्यते तत्र सम्बन्धवाचकस्य पदस्य षष्टिः भवति उदाहरणार्थम् एषा रामस्य लेखनी अभ्यासः दिलीपः कञ्चन गृहस्थः तस्य बान्धवाः अधः निर्दिष्टाः सन्ति दिलीपस्य इतरेषां च सम्बन्धं वाक्यैः निर्दिशत्. अस्तु. यत्र यत्र सम्बन्धः यत्र यत्र भवति न जानाति भवती वदतु. यत्र न जानाति तत्र वदतु. यत्र सम्बन्धः दृश्यते, यत्र सम्बन्धः अस्ति, तत्र सम्बन्धवाचकस्य पदस्य षष्टिविभक्तिः भवति. यत्र सम्बन्धः अस्ति तत्र षष्टिविभक्तिः भवति इति. यत्र सम्बन्धः अस्ति, सः मम मित्रं, मम सः पुरुषः मम मित्रं, तत्र सम्बन्धः अस्ति मित्रं, मैत्री अस्ति, मैत्री. यत्र मैत्री अस्ति तत्र सम्बन्धः अस्ति, अतः षष्टिः अस्ति. अवगतं वा? अस्तु. उदाहरणार्थम् एषा रामस्य लेखनी, तर्हि तत्र सम्बन्धः अस्ति रामः लेखनी, रामः लेखनी, तत्र ओनर्शिप् अस्ति, अतः तादृश ओनर्शिप् इति वदनार्थं वक्तुं तत्र षष्टिः अस्ति खलु. तत्र रामस्य लेखनी. अवगच्छति वा? अस्तु. उदाह अभ्यासः. दिलीपः कश्चन गृहस्थः, तस्य बान्धवाः अधः निर्दिष्टाः सन्ति. तस्य बान्धवाः, दिलीपस्य बान्धवाः, दिलीपस्य इतरेषां, दिलीप इतरेषां नाम अत्र इतरेषाम् इति अहं वदामि दिलीपस्य एषाम् एतेषाम् एतेषाम् इतरा नाम अन्य अन्येषाम् इतरा इत्युक्ते अन्य अन्य. तर्हि दिलीपस्य अन्येषां च, दिलीपस्य अन्येषां च सम्बन्धं वाक्यैः निर्दिशत. अवगच्छति वा सर्वे? भवती अवगच्छति वा? अन्येषाम् इति अन्य अन्यशब्दः जानाति वा? अन्य अदर् अदर् अन्य अन्य इत्यस्य षष्टिविभक्तिः बहुवचनम्, षष्टि बहुवचनम्. एकवचने अन्यस्य, अन्यस्य इति एकवचने, अन्येषाम् इति बहुवचने. सुब्रह्मण्यमहोदय, सुब्रह्मण्यमहोदय, अत्र प्रथमवाक्यं वदतु. दिलीपः, दिलीपः गोविन्दस्य अनुजः. दिलीपः, दिलीपः गोविन्दस्य अनुजः. अनन्तरं द्वितीयं, दिलीपः, दिलीपः श्रीधरस्य भागिनेयः. नाम भगिन्याः पुत्रः खलु. अस्तु. लक्ष्मी भगिनी अग्रे. दिलीपः उमायाः जामाता. नाम पुत्र्याः पतिः, पुत्र्याः पतिः जामाता. Can you hear me now? It's static. वदतु महोदय. दिलीपः गोविन्दस्य अनुजः. द्वितीयं, श्रीधरः भागिनेयः दिलीपः. दिलीपः, दिलीपः श्रीधरस्य भागिनेयः, श्रीधरस्य भागिनेयः. तत्र भागिनेयः इत्युक्ते भगिन्याः पुत्रः, भगिन्याः पुत्रः. अनन्तरं तृतीयवाक्यं, दिलीपः उमायाः जामाता. दिलीपः उमायाः जामाता. जामाता नाम पुत्र्याः पतिः, पुत्र्याः पतिः. अस्तु. अग्रिमं, दिलीपः रमायाः देवरः. अस्तु. अग्रिमं वाक्यं, वाक्यं दिलीपः नलिन्याः अग्रजः. दिलीपः नलिन्यः अग्रजः. हा अस्तु, निहारिका भगिनी अग्रिमं वदतु. दिलीपः अत्र नन्दिनी अस्ति. सत्यं समीचीनं. दिलीपः नन्दिन्याः पुत्रः. समीचीनम्. अस्तु सुब्रह्मण्य महोदय. दिलीपः पितृभ्यः. पितुः भ्राता. पितुः भ्राता. अग्रे दिलीपः श्रीकान्तस्य आवृत्तः. भगिन्याः पतिः. भगिन्याः पतिः. अस्तु समाप्तम्. दिलीपः देवक्याः पिता. पतिः. देवक्याः पतिः. अग्रे दिलीपः रोहिण्याः पौत्रः. रोहिण्याः पौत्रः. पितृव्यः इत्युक्ते? पितृव्यः इत्युक्ते पितुः भ्राता. पितुः भ्राता. अस्तु, किञ्चित् समयः अस्ति, अतः इदानीं लक्ष्मीभगिनी सर्वदा इच्छति यत् कथां पठेम, अतः कथा अस्ति अस्माकं कथा. लक्ष्मीभगिनी कृपया. क्षतचिह्नाङ्कितः कुलालः. क्षतचिह्नाङ्कितः कुलालः. कस्मिंश्चित् ग्रामे कश्चन कुलालः वसति स्म. सः प्रतिदिनं घटान् करोति. अत्र कुलालः नाम कुलालः यः यत्र घटं निर्माति. घटः इति जानाति? घटः. घटः. कुलालः कुलालः इति जानाति वा? अस्तु अस्तु. कश्चन कुलालः वसति स्म. कदाचित् कार्यमग्नः कुलालः अकस्मात् पार्श्वे स्थितस्य घटस्य उपरि एव पतितः. सः घटः भग्नः अभवत्. घटस्य एकेन खण्डेन कुलालस्य ललाटे महान् क्षतः जातः. रक्तस्रावः अपि जातः. अनन्तरम् औषधोपयोगेन क्षतः उपशान्तः जातः. परन्तु ललाटे क्षतस्य चिह्नं तथैव स्थितम्. अस्तु, तर्हि अत्र कथायाः नाम क्षतचिह्नाङ्कितः कुलालः. अत्र क्षत अत्र क्षत क्षतचिह्नाङ्कितः कुलालः. अत्र दीर्घशब्दः अस्ति खलु, दीर्घशब्दः. तत्र एकः एका विभक्तिः अस्ति, विभक्तिलोपः जातः, लोपः. अत्र समासः इति वदामः नाम क्षतेन इति तृतीय अभविष्यत्. क्षतेन चिह्नाङ्कितः कुलालः इति अभविष्यत्. क्षतेन. निहारिका भगिनी, भवती जानाति वा नाम तृतीय अहं लोकयानेन गच्छामि, जानाति वा? जानाति वा? लोकयानेन गच्छामि. अहं हस्तेन लिखामि. हस्तेन खादामि. तर्हि अत्र क्षत इति शब्दं जानाति? क्षत. क्षतिः. क्षतिः इति जानाति वा? क्षतिः. क्षतिः. क्षत क्षत क्षतिः नाम इञ्जुरि ओर् वूण्ड्, हार्म्, डेमेज्. क्षतिः. क्षत नाम वूण्डेड् ओर् हर्ट्. वूण्डेड्. तर्हि क्षतेन नाम बै गेटिङ्ग् वूण्डेड्. नेत्रेण पश्यामि, बै यूसिङ्ग् मै ऐस्. तो क्षतेन बै द मीडियम् आफ् गेटिङ्ग् वूण्डेड् क्षतेन चिन् चिह्नं चिह्नाङ्कितः नाम अत्रापि चिन् तृतीय अस्ति चिह्नेन अङ्कितः क्षतेन चिह्नेन अङ्कितः कुदालः. अत्र संस्कृतभाषायाः सौन्दर्यं नाम लघुत्वं लघु अस्ति. क्षतेन चिह्नेन अङ्कितः कुलालः इत्यस्य स्थाने क्षतचिह्नाङ्कितः कुलालः. स्पष्टं स्यात्? चिह्नं जानाति वा? चिह्नं मार्क् क्षतेन चिह्नेन अङ्कितः कुलालः. कथायाः नाम्नः अर्थः अवगतः वा? अर्थः किञ्चित् तस्य अनुवादं करोतु. नाम्नः अनुवादं भवान् करोतु. कुलालः यस्य अनुवादम् अनुवादः नाम कः? सा तु नावगच्छति अवगच्छति. तर्हि किञ्चित् साहाय्यं कुर्मः. नाम तस्याः अध्ययनं केवलं दिनद्वयं जातम् अग्र खलु? नाम शिबिरात् पूर्वं कुत्रचित् अध्ययनं भवति स्म वा? Where did you start learning Sanskritam? Just at the Shibiram or before that? Basically, at the Shibiram. Shibiram, so Dina Chaturthiyam. She only had 4 days. So we have to help. The partner who had the full mark. Yes. But we can do better than that. The partner who had wound mark. Nama, the partner who got... This is a sentence here. The potter who got Ankita. Ankita nama marked. Who got marked with a mark of a wound. By a wound. By getting wounded, he got a mark. That very potter. Avagatam va? Bhagini? Kinchit. Kinchit? Angla bhasha, I'm studying in English and still only kinchit. Can you read the whole word slowly? Kshata, Chinha, Ankitaha, Ankita. There are three words there. Kshata, Chinha, Ankita. So, evam bhavati sma, Kshatena, Chinhena, Ankitaha. Kulalaha means the potter who was marked with the mark of having been wounded. By having been wounded, that mark, he got marked by that. Okay. Avagatam va? Chinham nama mark, Ankita api obi marked. Chinham nama mark, Ankita nama marked. So Kulalaha who got marked by the mark of having been wounded. Satim Nama. Astu. Idanim. Kasminschit. Kasminschit. Kasmin iti janati wa kasmin. Kasminschit sometimes? Ha. At a certain time. At a certain time. Yatra chit bhavati at a certain time. Kasminschit. Na kasmin at a certain time na. In a certain, in Kasminchit grammar, it means in a certain village. In a particular village. Mm-hmm. It starts out saying, in a particular village, Kasminchit grame, Kaschana kulalaha vasati sma. Spashtam? Spashtam asti va? Kasminchit, Astu. Kasminchit grame kaschana kulalaha vasati sma. Saha kaha? Saha kulalaha. Saha kulalaha. Pratidinam घटान करोति स्म. घट घट शब्द जानाति वा? पात घटान इति का विभक्ति? द्वितीय बहु. हा द्वितीय बहुवचनम घटान कर्मपदम. घटान करोति स्म कदाचित् कार्यमग्नः कार्यमग्नः तत्र विभक्तिलोपः अस्ति. का विभक्तिः? कदाचित् कार्ये मग्नः कुलालः अकस्मात् अकस्मात् इति जानाति वा? अकस्मात् पार्श्वे स्थितस्य घटस्य उपरि एव पतितः. कः पतितः? कः पतितः? कुलालः. कुलालः खलु. कदाचित् अवगच्छति वा? कदाचित् कदाचित् नाम एट् अ सर्टेन् टैम्. कदाचित् कार्ये मग्नः अवगच्छति वा? कार्यमग्नः नाम कार्यमग्नः नाम मग्नः मग्नः लाइक इन्वॉल्वड मग्नः नाम इन्वॉल्वड इनग्रोस्ड. ओके इनग्रोस्ड कार्ये इनग्रोस्ड इन हिज वर्क एट अ सर्टेन टाइम इनग्रोस्ड इन हिज वर्क. कदाचित् कार्ये मग्नः कुलालः अकस्मात् पार्श्वे. पार्श्वे जानाति वा? पार्श्वे न. नेक्स्ट टू पार्श्वे स्थितस्य घटस्य उपरि. उपरि वा? उपरि अधः. उपरि उपरि उपरि अधः. उपरि अधः स्थितस्य घटस्य उपरि एव पतितः. पतितः पतितः अवगच्छति वा? फेल् फेल् फेल् घटस्य उपरि एव पतितः. सो द पाटर् आल् आफ् अ सडन् हि फेल् आन् आन् दट् हि फेल् आन् द पाट् दट् वास् नेक्स्ट् टु हिम् वन् डे इन्वाल्व्ड् इन् हिस् वर्क् द पाटर् suddenly fell on the pot that was next to him. Avagatam? Sahagataha sahagataha bhagnaha abhavat. Bhagna janati ma khalu bhagnaha broke tadaha sahagataha bhagnaha abhavat. Ghatasya ekena khandena कुलालस्य ललाटे. ललाटे नाम ललाटे महान् क्षतः जातः. क्षतः जातः रक्तस्रावः अपि जातः. अनन्तरम् औषधोपयोगेन औषधस्य उपयोगेन औषधस्य उपयोगेन अवगच्छति वा? औषधस्य उपयोगेन क्षतः उपशान्तः जातः. उपशान्तः किञ्चित् सम्यक् गाट् बेटर्. उपशान्तः जातः. शान्त इति जानाति? शान्त उपशान्तः जातः. परन्तु ललाटे क्षतस्य चिह्नं तथा एव स्थितम्. भवानेव महान् शब्दस्य महान् शब्दस्य रूपं किं? कुत्र महान्? ललाटे महान् क्षतः जातः. तत्र तत्र महान् वयं न जानीमः इदानीं, तत्र महत् इति शब्दः अस्ति, मूलरूपं महत्, महत् तत्र पुल्लिङ्गे एकवचने महान् इति अस्ति. न न अकस्मात् इति अव्ययपदमिति अहं मन्ये, अव्ययं तस्य रूपं न भिद्यते, न परिवर्तते. अस्तु, कालान्तरे तस्मिन् देशे क्षामः आगतः, ग्रामस्थाः जनाः अन्यं देशं. क्षामः नाम कालान्तरे तस्मिन् देशे क्षामः आगतः. क्षामः यत्र वयं वक्तुं शक्नुमः, यत्र किं किं भवति, यत्र जलं, यत्र जलं नास्ति, क्षामः जात आगतः. अग्रे, कुलालः अपि ग्रामं परित्यज्य अन्यं देशं गतवान्. ग्रामस्थाः जनाः कालान्तरे तस्मिन् देशे क्षामः आगतः, ग्रामस्थाः जनाः अन्यं देशं गतवन्तः, कुलालः अपि ग्रामं परित्यज्य अन्यं देशं गतवान्. तत्र कस्यापि महाराजस्य सेवकः अभवत्. तत्र कस्यापि महाराजस्य सेवकः अभवत्. महाराजः कुलालस्य ललाटे स्थितं क्षतचिह्नं दृष्ट्वा चिन्तितवान्, निश्चयेन एषः कश्चित् वीरपुरुषः स्यात्, युद्धसमये एतस्य ललाटे एवं क्षतः जातः स्यात् इति. कालान्तरे, कालान्तरे अवगच्छति वा भगिनि? कालान्तरे, कालान्तरे with the passage of time. Okay. Kalantare tasmin deshe kshamah agatah. Drought. Gramasthaha janaha anyam desham gatavantah. कुलालः अपि ग्रामं परित्यज्य अन्यं देशं गतवान्. त्यजति नाम टु लीव् ओर् हा टु लीव् तु कुलालः अपि ग्रामं परित्यज्य अन्यं देशं गतवान्. किमर्थं गतवान्? क्षामः आगतः. निहारिका, किमर्थं गतवान्, ग्रामं किमर्थं त्यक्तवान्? जलं यत् सर्वे जनाः गतवन्तः किमर्थं? यतः सर्वे गतवन्तः, यतः तत्र भोजनं नासीत्, जलं नासीत्, किमपि नासीत्. तत्र कस्यापि महाराजस्य सेवकः न हा तत्र कस्यापि महाराजस्य सेवकः अभवत् नाम किम् अभवत्? कुलालः. वदन्तु. अस्तु, महाराजः कुलालस्य ललाटे स्थितं क्षतचिह्नं दृष्ट्वा, नाम महाराजः कुलालस्य ललाटे क्षतचिह्नं दृष्टवान् अनन्तरं चिन्तितवान्, ओहो निश्चयेन एषः कश्चित् वीरपुरुषः स्यात्. वीर इति जानाति वा? वीर नाम वेलर् वेलर् वेलर् Valiant, bold. Astu. Vira Purusha. Vira Purusha means a hero in warfare and things like that. So he saw the wound on his head, and he saw the wound on that guy's head and thought he must be a great full soldier. Vira Purusha Syat. Yuddha samaye etasya lalate eva kshataha jataha syat. Ataha saha kulalasya sammanam kutva sammananam kutva swayam anyan raja putran yatha pashyati tadha etam api adarena pashyati sma parantu anye rajaputraha etasya rajaputraha etasya vishaye asuyam prakatayanti sma. Ataha saha kulalasya sammananam kritva. Sammananam kritva swayam anyan rajaputran yatha pashyati tatha enam api adarena pashyati sma. Tritiya. Adarena? Tritiya. Tritiya vibhakti. The tritiya vibhakti tatar bhava suchakaha. Aham vakyam vadatu, sarvi vadantu. Bhava suchaka vakyam. Bhayena aham tatra na gacchami. Bhayena aham tatra na gacchami. Bhayena. Anantram? Aham adarena mitram graham ahvayami. Aham adarena mitra graham mitram. Mitram ahvayami. Mitra graham na? Mitram. Mitram. Graham ahvayami. Graham ahvayami. Vikarmaka. Dhata. Mitram ahvayami. Astu. Aham adarena putrim palayami. Adarena putrim palayami. Astu. Santoshena chalanachitram pashyami. Aham santoshena chalanachitram pashyami. Santoshena. So, yatra tritiya bhavati, bhavavachaka nama, happily, anandena, santoshena, bhayena, atra asti adarena. Avagacchati va? Adarena pashyati sma. Parantu anye rajaputraha etasya vishaye asuyam, asuya, nama irsya. Asuyam prakatayanti sma. Astu, agre? Kadachit anya deshasya maharajah etasya maharajasya upari akramanam krituvan. Tada maharajah chintitvan mam asthane nutanah vir purushah yah agatah asti tam yuddhartham prejayami sah shatru rajam nischayen jayati iti. Katachit anyadeshasya maharajaha etasya maharajasya upari akramanam krtavan. Akramanam echi janati va? Tada maharajaha chintitavan mama asthane. Asthanam. Asthanam nama? Asthane nutanaha virapurushaha yaha agataha asti tam yuddhartham preshayami saha shatru rajam nischayena jayati. Yuddhartham nama yadha patanartham patanartham artham iti janati patanartham. Patanartham nama for studying. Patanartham vishvidyalayam gachami patanartham. For study. The yuddhartham nama for war? Yuddhartham. Yuddhartham preshayami. सः शत्रुराजं निश्चयेन जयति इति. अस्तु भगिनी अग्रे. अनन्तरं सः एकान्ते कुलालं पृष्टवान्, भोः वीरपुरुष, कस्मिन् युद्धे भवतः एवं क्षतः जातः इति. तर्हि एकान्ते कुलालं पृष्टवान्, भोः वीरपुरुष, कस्मिन् युद्धे भवतः एवं क्षतः जातः. तदा कुलालः उक्तवान्, महाराज, अहं कश्चन कुलालः, न तु वीरपुरुषः. मम ललाटे स्थितः क्षतः शस्त्रप्रहारेण न जातः, परन्तु घटस्य उपरि पततेन जातः इति. उपरि पतनेन जातः इति. तदा कुलालः उक्तवान्, महाराज, अहं कश्चन कुलालः, न तु वीरपुरुषः. मम ललाटे स्थितः क्षतः शस्त्रप्रहारेण. अवगच्छति वा शस्त्र? शस्त्रप्रहारेण न जातः, परन्तु घटस्य उपरि पतनेन जातः. कुलालः उक्तवान्, महाराज, अहं कश्चन कुलालः, न तु वीरपुरुषः. अतः भवती अवगच्छति न वा? तत्र प्रश्नः अस्ति वा? कुलालः उक्तवान्, महाराज, अहं न कश्चन कुलालः उक्तवान् यत् सः एकः कुलालः आसीत्, न तु वीरपुरुषः. नाम महाराज महाराज किं चिन्तयति स्म? किं चिन्तयति स्म? महाराजः चिन्तयति कुलालः वीरपुरुषः, किन्तु सः वीरपुरुषः अस्ति वा? वीरपुरुषः नास्ति. सः चिन्तयति स्म यत् युद्धसमये क्षतिः जाता, क्षतचिह्नं जातम्. किं ललाटे स्थितः क्षतः शस्त्रप्रहारेण न जातः, परन्तु घटस्य उपरि पतनेन जातः इति. मम ललाटे, भवती वदतु, कुलालः किम् उक्तवान्? मम ललाटे शतः घटस्य घटस्य भवति घटस्य उपरि पतनेन घटस्य उपरि पतनेन अभवत् शस्त्र प्रहारेण न जाता. शस्त्र प्रहारेण इति अवगच्छति वा? शस्त्र प्रहारेण शस्त्र इत्युक्ते वेपन्. शस्त्र नाम वेपन्, प्रहारेण नाम बाय द ब्लोज्. ओके, बाय द ब्लोज ऑफ द वेपन्. ओके. Oh, so, I don't know. Sorry. What? That potter said that I didn't get wounded in battle. I fell on a pot in my studio. King was thinking he's a hero. King was thinking he was a great hero. And then when he told them that he's not a great hero, he just fell on his pot in the studio. तदा राजा उक्तवान्, अरे धूर्तः. धूर्त नाम स्काउंडरल. हाँ, परमास. धूर्त. भवतः ललाटे स्थितेन क्षत चिह्नेन अहं वञ्चितः. भवतः ललाटे स्थितेन क्षतचिह्नेन अहं वञ्चितः. वञ्चितः नाम deceived. I got deceived by the mark on your forehead. Avagatama? Ha. Astu. Tadhapi bhavantam na drashta dandayami. Dandayati. Dandaha. Dandaha vachati va? Dandaha. Dandaha nama punishment. Dandayati, to give punishment. I'm not dandayami. Even though I got deceived, I'm not going to punish you. Bhavan sigrameva ita gachantu. Gachatu. Yadi bhavan kulalaha iti anye rajaputraha janayanti tarihi te bhavan bhavantam aha upahasanti marayanti cha tatpurvameva itah gacchantu iti. Tatpurvam iti samasah. Tat nama kavi bhakti hisyat. Tasya purve, purvame. Na, vayanta idanim patitvandaha. Sashti. Na, purvam tatra ka vibhaktihi bhavati. Purvam iti tatra asit kalu, arabhya. Panchami. Tari tat kim abhavishyat? Panchami. Ha, rupam kim? Tat. Tat is panchami? Tasmat. Tasmat purvam. Atra sanyukta padamasti. Tat purvam. Tat purvam nama tasmat purvam. Tasmat purvam. Eva itaha gacchatu. Yadha tasya atra kathayaha nama kshata chinha ankitaha. Atra kshatena chinhena ankitaha. Atra tat purvam. Tasmat purvam. Tathaiva asti. Astu. Pathayatu idani. तदा राजा उक्तवान् अरे धूर्त भवतः ललाटे स्थितेन छत चिन्हेन अहम् वञ्चितः. अवस्थिति वा भगिनी? राजा उक्तवान् यत् सः घटस्य चिन्हेन वञ्चितः. वञ्चितः इत्युक्ते डिसीव्ड. घटस्य चिन्हेन वञ्चितः इति वाक्यम् अवगच्छति वा? अस्तु तथापि भवन्तं न दण्डयामि. दण्डयामि इत्युक्ते दण्डं न. भवान् शीघ्रमेव इतः गच्छतु. राजा उक्तवान् यत् कुलालः he said that he should leave from there. Nama tasya asthane. Tasya asthane. Tasya asthane vasati sma sevaka rupena. Raj maharajasya sevakah asit kalu. Sevakah janati va sevakah. Sevakah. Ha to maharajasya sevakah asit. Vadatu. Sanskritena vadatu kim. Nama tasya sevakah asit anantaram kim. Sachinta yadi sma yad saha virapurujaha. Anantram? Sachinta maharaja had sinta yadi sma ayam kulalaha virapurujaha. Anantram avagachati yad saha eka samanya kulalaha asit. Ataha maharaja tam asthanat अन्यत्र निष्कासयति. आस्थानात् निष्कासयति. गच्छतु. यदि भवान् कुलालः इति अन्ये राजपुत्राः जानन्ति तर्हि ते भवन्तम् उपहसन्ति. उपहसन्ति उपहसति नाम रिडिक्यूल. Ridicule. Mariyanti cha. Mariyati? Beat him. Don't beat him. Yadi rajasya anyaha putraha etam jananti te kulalam kim jananti? Jananti kim? Jananti yat saha vir purusha nasti kulala asit te kulalam upahasanti mariyanti cha. Mariyanti ityukte to kill. Tat purvameva itaha gachhatu. Tasya purvameva. Tasmat purvameva. Asthanat gachhatu. Iti. Antaram. लज्जितः कुलालः ततः धावितवान् लज्जितः इत्युक्ते लज्जा जानाति वा लज्जा ashamed कुलालः ततः धावितवान् धावितवान् धावति जानाति वा धावति ran away yeah. अस्तु इति कथा I think we overloaded you. Did we overload you? A little bit. Anyway, okay. अस्तु तरी इति विरमाम इदानीं नाम घंटाद्वयम् अभवत् अस्तु नमस्कारः.